पद्मपुराणं खण्डं टु भूमिखण्डम् अध्यायं 16 सुमनोवाच अङ्गारसञ्चये मार्गे कृष्य माणो हिनीयते दह्यमानः स दुष्टात्मा चेष्टमानः पुनः पुनः यत्रातापो महितीव्रो द्वादशादित्यतापितः नीयते तेन मार्गेण संतप्तसूर्यरश्मिभिः पर्वतेष्वेव दुर्गेषु छायाहीनेषु दुर्मदिः नीयते तेन मार्गेण क्षुधा तृष्णा प्रपीडितः सदूतैर्हन्यमानस्तु गदा खड्गैः परश्वतैः कशाभिस्ताड्यमानस्तु निन्द्यमानस्तु दूतकैः तदशीतमये मार्गे वायुना सेव्यते पुनः तेन शीतेन दुःखे स भूत्वा यादिन संशयः आकृष्यमाणो दूतैस्तु नानादुर्गेषु नीयते एवं पापी स दुष्टात्मा देवब्राह्मणनिन्दकः सर्वपापसमाचारो नीयते यमकिङ्करैः यमं पश्यति दुष्टात्मा कृष्णां जनचयोपमं तमुग्रं दारुणं भीमं भीमदूतैः समावृतम् सर्वव्याधिसमाकीर्णं चित्रगुप्तसमन्वितम् आरूढं महिषं देवं धर्मराजं द्विजोत्तम दंष्ट्राकरालमत्युग्रं तस्यास्यं कालसन्निभं पीदवासं गदाहस्तं रक्तगन्धानुलेपनम् रक्तमाल्यकृताभूषं गदाहस्तं भयङ्करम् एवं विधं महाकायं यमं पश्यति दुर्मतिः तं दृष्ट्वा समनुप्राप्तं सर्वधर्मबहिष्कृतं यमः पश्यति तं दुष्टं पापिष्ठं धर्मकण्टकं शास ये तु महादुःखाय पीडाभिर्दारुमुद्गलैः यावद्युगसहस्रान्तं तावत्कालं प्रपच्यते नानाविधे च नरके पच्यते च पुनः पुनः नारकीं यादिवयोनिं कृमिकोडिषु पापकृत अमेध्ये पच्यते नित्यं हाहाभूतो विचेतनः मरणं च सपापात्मा एवं यादि सुनिश्चितम् एवं पापस्य संयोगं भुङ्क्ते चैव सु दुर्मदिः पुनः जन्म प्रवक्ष्यामि यासु योनिषु यान्ति च शूनां योनिषदं प्राप्य भुङ्क्ते वै पातकं पुनः व्याघ्रो भवति दुष्टात्मा रासभीं यादि वै पुनः मार्जारशूकरीं योनिं सर्पयोनिं तथैव च नानाभेदासु सर्वासु तिर्यक्षुज पुनः पुनः पापपक्षिषु संयादि अन्यासु महतीषु च चण्डालभिल्लयोनिं च पुलिन्दीं यादि पापकृत एतत्ते सर्वमाख्यातं पापिनां जन्म चैव हि मरणे शृणु कान्तत्वं चेष्टां तेषां सुदारुणां पापपुण्यसमाचारस्तवाग्रे कथितो मया अन्यदेवं प्रवक्ष्यामि यदि पृच्छसि मानद इति श्रीपद्मपुराणे पञ्चपञ्चाशत्सहस्रसंहिताया मैन्द्रे सुमनोपाख्याने पापपुण्यविवक्षा नाम षोडशोऽध्यायः ॐ